नमस्सर्वेभ्यः पुनः अस्माकं समासवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति बहुव्रीहिः समासः इति विषयः प्रवर्तमानः अस्ति। तत्र सम्पूर्णतया अस्माभिः समानाधिकरणबहुव्रीहिसमासः, व्यधिकरणबहुव्रीहिसमासः अपि च नञ् बहुव्रीहिसमासः, तस्मिन् विषये पुस्तकात् अभ्यासं सर्वं कृतवन्तः। अधुना गृहपाठरूपेण यः अभ्यासः दत्तः तम् अभ्यासं कुर्मः। कुत्र दत्तः? मम ईमेल् मध्ये आसीत् इति। ओ, अहं न दृष्टवती। अत्र सप्ताहत्रयात् अस्ति। ओ, अहं न दृष्टवती भगिनि, क्षम्यताम्। इदानीं पश्यामि अस्ति वा न। अस्तु पश्यतु, अत्र चिन्तयित्वा वक्तुं शक्नोति, भवती जानाति एव, अतः क्लेशः नास्ति। अस्तु, मेहुल् महोदय आरम्भं करोति वा? विजया अस्मि, नमस्कारः भगिनि। नमस्ते भगिनि। अस्तु भगिनि, प्रसीतं क्षीरं यया सा इति अस्ति। प्रथमम् अत्र पीतं क्षीरम् इति अस्ति। बहुविधसमासः अधीता वयं दृष्टवन्तः, तत् समानाधिकरणं बहुविधसमासः अस्ति। यत्र पदद्वयमस्ति, द्वयोः पदयोः अपि समानविभक्तिकत्वम् अस्ति, अतः पीतं क्षीरम् एतद्वयोः अत्र द्वितीयं विभक्त्यन्तं पदानि पदयोः सन्ति। अतः अहं चिन्तयामि समानाधिकरणबहुव्रीहिसमासः भूत्वा पीतक्षरः इति भवति। न, अत्र किमर्थं द्वितीयविभक्तिः इति वदति? क्षीरम् इति नपुंसकलिङ्गपदं खलु? नपुंसकलिङ्गं, हा, इति अपि अहं चिन्तयामः। तर्हि प्रथमविभक्त्यन्तं भवति चेत् अपि समानविभक्तितत्वमस्ति, अतः समानाधिकरणबहुव्रीहिसमासः भवति, अतः पीतक्षरः इति भवति। पुनः वदतु समस्तपदं किम्? पीतक्षीरः, क्षम्यतां, पीतक्षीरः। हा, पीतक्षीरः इति पुल्लिङ्गे उक्तवान् खलु? आम् आम्। हा, परन्तु अत्र विग्रहवाक्यं पठतु, अत्र विग्रहवाक्यं पुनः पठतु। इति ययासा इति स्त्रीलिङ्गे अस्ति, अतः पीतक्षीरा इति भवति। सत्यं सत्यं, पीतक्षीरा इति भवति। तर्हि अत्र विग्रहवाक्यं दृष्ट्वा अवगन्तुं शक्नुमः अत्र बहुव्रीहिसमासः अस्ति इति, तावत् अवगन्तुं शक्नुमः, यतोहि ययासा इति अस्ति खलु विग्रहवाक्ये, यत्र ययासा, यस्य सः, यं सः, येन सः इति अस्ति चेत् बहुव्रीहिसमासः इति अवगन्तुं शक्नुमः। तर्हि पीतं क्षीरं, क्षीरम् इति पदस्य विशेषणमस्ति पीतं, पीतं क्षीरं, पीतं क्षीरम् इति इदानीं पदद्वयम् अस्माभिः ज्ञायते। अत्र पीतम् इति पूर्वपदमस्ति, क्षीरम् इति उत्तरपदमस्ति, तर्हि तयोः प्रातिपदिकं स्वीकुर्मः, पीतयोगः क्षीर। इदानीं पीतक्षीर इति नूतनप्रातिपदिकं निष्पन्नं, विभक्तिं सर्वं त्यक्त्वा। अत्र पीतम् इत्यस्य प्रातिपदिकमस्ति पीत, क्षीरम् इत्यस्य प्रातिपदिकमस्ति क्षीर, पीतक्षीर इति इदानीं प्रातिपदिकम् अस्ति, नूतनप्रातिपदिकं समस्तपदस्य। इदानीम् अत्र लिङ्गस्य निर्णयं कुर्मः, वचनस्य निर्णयं कुर्मः। तर्हि प्रथमतया लिङ्गं पश्यामः। अत्र ययासा इति अस्ति विग्रहवाक्ये, ययासा इति अस्ति इति कृत्वा तत्र स्त्रीलिङ्गे अस्ति इति ज्ञातुं शक्नुमः सा इति दृष्ट्वा। तर्हि समस्तपदं स्त्रीलिङ्गे भवति, अतः पीतक्षीरा इति अस्ति। हा, इदानीम् अत्र बहुवचने वदतु। बहुवचने पीतक्षीराः इति भवति बहुवचने। विग्रहवाक्यं विग्रहवाक्यं पीतक्षीराः, तस्य विग्रहवाक्यं खलु? पीताक्षीराः, क्षीरम् इति नपुसकलिङ्गपदम् एकवचनं, क्षीरं क्षीराणि इति भवति. पीतानि क्षीराणि यया सा इति भवति वा? हा, पीतानि क्षीराणि यया सा इति भवति चेत् समस्तपदं किम्? पीतानि क्षीराणि, पीताक्षीरा, तत्रापि पीतं क्षीरम् इति तस्य पीतक्षीर एव प्रातिपदिकं द्वयोः पदयोः, अतः पीतक्षीर एव नूतनप्रातिपदिकम्, अतः पीताक्षीरा इति स्त्रीलिङ्गपदे, पीतक्षीरः इति पुल्लिङ्गपदे. सत्यं, तथा हा समीचीनं महोदय, तथैव अस्ति. परन्तु अत्र अत्र अत्र पीतक्षीरा इति एकस्या एकस्या एकस्याः महिलायाः विषये वदति भवति, तर्हि अस्तु समीचीनम्. इदानीं बहवः महिलाः सन्ति ये पीतक्षीराः सन्ति, तर्हि विग्रहवाक्यं कथम्? ओ ओके, ताः इति पीतक्षीराः, ताः यया इति नास्ति. अत्र पूर्वपदम् उत्तरपदं तस्य किमपि परिवर्तनस्य आवश्यकता नास्ति. पीतं क्षीरम् इति तथैव तिष्ठति. सर्वे एकैक महिला एकवारं क्षीरं पिबति खलु, तर्हि पीतं क्षीरम् इति तथैव तिष्ठति. इदानीम् अत्र ययासा इति अस्ति, तस्य परिवर्तनं करोतु. आम् आम्, यया इति तृतीया भवति अस्ति. यया याभिः, याभिः इति भवति वा? सत्यं, याभिः, हा, ते इति कथं ते? ओ ताः, ताः. पुनः वदतु. पीतं क्षीरं ययाभिः ताः. न, ययाभिः कथम्? तृतीयविभक्तिः पूर्वमुक्तं खलु, याभिः, क्षम्यताम्. पुनः वदतु. पीतं क्षीरं याभिः ताः पीतक्षीराः. अवगतं खलु. अत्र यत्र बहुवचने वक्तुम् इच्छामः तत्र पूर्वपदम् उत्तरपदस्य परिवर्तनं किमपि नास्ति, अत्र केवलं ययासा इत्यस्य परिवर्तनं भवति. पीतं क्षीरं याभिः ताः पीतक्षीराः. सम्यक्, धन्यवादः. सम्यक्, यदि द्विवचने वदति चेत्? पीतं क्षीरं ययाः ते. न, ययाः इति कथं? तृतीयाविभक्ति द्विवचने. येन याभ्याम्? हा, याभ्याम् इति उक्तं खलु, याभ्यां ते. पीतं क्षीरं याभ्यां ते. पीतक्षीरे. पुनः वदतु. पीतक्षीरे इति समस्तपदं द्विवचने. पीतं क्षीरं याभ्यां ते इति विग्रहवाक्यं. समीचीनम्, अवगतं खलु. अस्तु अस्तु, अरुणा भगिनी अग्रे. नमस्कारः महोदय. लिखितं चित्रं यया सा, लिखितचित्रं प्राति पदं नूतन समस्तपद, लिखित चित्रं यया सा समस्तपदं किं? लिखितचित्रं, लिखितचित्रम् इति तत्र नपुंसकलिङ्गे उक्तवती खलु, अत्र समस्तपदे लिखितचित्र यया सा समस्तपदं लिखिता चित्र यया सा. न न न, अत्र अत्र किं दत्तमस्ति? लिखितं चित्रं यया सा इति दत्तमस्ति खलु. पूर्वपदं किं? पूर्वपदस्य प्रातिपदिकं लिखितचित्रं, न न अत्र अत्र प्रातिपदिकम् इत्युक्ते तत्र चित्रम् अम् इति किमर्थम् अत्र विभक्तिः नास्ति खलु गृहपाठं गृहपाठं दत्तं गृहपाठः दत्तः आसीत् तस्मात् अस्तु चित्रं अकारान्त नपुंसकलिङ्गशब्दः चित्रम् इति अकारान्त नपुंसकलिङ्गशब्दः अस्ति चेत् चित्र इति अस्ति खलु अम् इति विभक्तिः अस्ति विभक्त्यां तर्हि इदानीम् अत्र प्रातिपदिकं किं लिखितचित्र हा लिखितचित्र इति प्रातिपदिकम् इदानीं लिङ्गस्य निर्णयं कुर्मः अत्र विग्रहवाक्ये किम् अस्ति लिखितं चित्रया सह स्त्रीलिङ्गशब्द हा उद्दिश्यति अतः लिखितचित्र यया सा न न न किमर्थं यया सा हा पुनः पुनः किमर्थं यया सा इति वदति अत्र समस्तपदमेव वदतु ओ लिखितचित्र हा लिखितचित्र इति अस्ति पुल्लिङ्गे वक्तुमिच्छामः चेत् लिखितचित्रः लिखितचित्रः इदानीं पुल्लिङ्गे बहुवचनम् अस्ति चेत् लिखितचित्रः सत्यं लिखितं चित्रं तैः ते खलु समस्तचित्रं तैः ते समस्तपदं लिखितचित्राः हा सम्यक् लिखितचित्राः इति सम्यक् अवगतं खलु अस्तु अग्रे बालसुब्रह्मण्यं महोदय दश आननानि यस्य सः सो यस्य सः पुल्लिङ्गे अभिवक्ष सो दश आननानि दश आननः दशाननः अत्र तत् दश आननानि इति दत्तमस्ति तर्हि दशाननाः इति किमर्थं नास्ति सः इति विवक्ष तस्मात् सत्यम् एकस्मिन् पुरुषे दश आननानि सन्ति अतः यद्यपि विग्रहवाक्ये दश आननानि इति अस्ति तथापि तत्र एकस्य पुरुषस्य विषये अस्ति इति कृत्वा तत्र दश आननः इति समस्तपदमस्ति बहुवचने इति वद् वक्तुमिच्छामः सत्यं पुनः वदतु दश आननानि येषां ते समस्तपदं दशाननाः इति सत्यं दशाननाः इति द्विवचने वक्तुमिच्छामः चेत् दशाननौ दशाननौ इति सम्यक् विग्रहवाक्यं दश आननौ ययौ न किमर्थं दश आननौ इति दश आननानि तथैव तिष्ठति इदानीं अत्र द्वौ पुरुषौ स्तः सः इति तौ यस्य इति ययोः ययोः इति अस्ति सत्यं ययोः सत्यं सत्यम् अस्तु कुत्रचित् गृहे ध्वनिः अस्ति सः अपि कौ इति आगच्छति वा भगिनि? तौ तौ इति उक्तवान् खलु महोदय, दश आननानि ययोः तौ, दशानन दशाननौ समस्तपदम् समस्तपदम् इत्युक्ते दशाननौ. समीचीनं, दशाननौ, सम्यक्. अस्तु अस्तु, अग्रे राजी भगिनी करोति वा? आं भगिनि. पठितं पुस्तकं येन सह विग्रहवाक्यं समस्तपदं पठितपुस्तकम् पुल्लिङ्गे वयं वक्तुम् इच्छामः, तर्हि पठितं पुस्तकं येन सह एव पुल्लिङ्गे अपि पुल्लिङ्गे अस्ति. स्त्रीलिङ्गे पठितं पुस्तकं यया सा पठितपुस्तका श्रीलिङ्गे न पुस्तलिङ्गपदम् अपि पुल्लिङ्गे वक्तुम् इच्छामः चेत् पठितपुस्तकः इति समस्तपदं विग्रहवाक्यं पठितं पुस्तकं येन सह एव. अत्र पश्यति चेत् सम्यक् भगिनि, समीचीनम् उक्तम्. अत्र पुस्तकम् इति नपुंसकलिङ्गपदमस्ति, तर्हि भ्रमः भवितुम् अर्हति. समस्तपदं पठितपुस्तकम् इति अस्ति वा इति भ्रमः भवति, तर्हि तत्र पुनः चिन्तनीयं. पठितपुस्तकम् इति प्रातिपदिकं, पठितपुस्तक इति प्रातिपदिकम् अस्ति. इदानीं समस्तपदस्य लिङ्गं किम् इति निर्णयार्थम् अत्र पश्यामः विग्रहवाक्ये, कः पठितपुस्तकः इति पश्यामः. अत्र पुरुषः अस्ति येन सः इति, अतः समस्तपदस्य लिङ्गं पुल्लिङ्गे अस्ति. अस्तु, समीचीनम्. अस्तु, अग्रे पद्मा भगिनी वदति वा? आं भगिनि. अष्टभुजाः यस्याः सा, अत्र स्त्रीलिङ्गे अस्ति. अष्टः पुंलिङ्ग पदम् अष्टः नास्ति, अष्ट अष्ट नपुंसकलिङ्गम् अष्ट त्रिषु लिङ्गेषु अपि भवति खलु भगिनि, यत्र सङ्ख्यावाचकपदमस्ति पञ्च त्रिषु लिङ्गेषु अपि अष्ट इति एव. अष्टभुजा यस्य अष्टभुजा समस्तपदमस्ति स्त्रीलिङ्गे. अष्टभुजा इति पुल्लिङ्गे, पुल्लिङ्गे अष्टभुजः अष्टभुज यश्च सः अष्टभुजः. पुनः वदतु विग्रहवाक्यम्. अष्टभुजः, किमर्थं भुजः इति वदति भवती? अष्ट इति वदनेन तत्र बहवः सन्ति खलु. पुल्लिङ्गे पुल्लिङ्गे पुल्लिङ्गे वदति वदन्ति अस्ति, परन्तु अत्र अष्टभुजाः इति एव अस्ति. पुल्लिङ्गे वदतु श्रीलिङ्गे वदतु इत्युक्ते तादृशपुरुषः यस्य अष्टभुजाः सन्ति खलु. अष्टभुजाः यस्य सः क्षणे अष्टभुजः अस्ति समस्तपदम्. बहुवचने अस्ति चेत् अष्टभुजाः तेषां ते येषाम् येषां येषां ते समस्तपदम् अष्टभुजाः सन्ति. अस्तु, समीचीनं भगिनि, सम्यक्. अस्तु, अग्रे राजेन्द्रमहोदय. आम् आं भगिनि. धृतानि पुष्पाणि येन सह, धृतपुष्पः समानादेकरणं बहुव्रीहिः पुल्लिङ्गे अस्ति, येन सह तत्र विग्रहवाक्ये येन सह अस्ति, तत् कारणात् तत्र एकवचनं पुल्लिङ्ग शब्दः अस्ति, समस्तपदं धृतपुष्पः स्त्रीलिङ्गे स्त्रीलिङ्गे धृतानि पुष्पाणि धृतानि पुष्पाणि यया सा विग्रहवाक्यं धृत् पुष्पा पुष्पा स्त्रीलिङ्गे एकवचनं स्त्रीलिङ्ग समीचीनं धृतपुष्प इदानीम् अत्र स्त्रीलिङ्गे द्विवचने वक्तुमिच्छामः चेत् स्त्रीलिङ्गे धृतानि धृतानि पुष्पाणि याभ्यां याभ्यां ये ये धृत ये नास्ति ये नास्ति तत् तद् शब्दस्य क्षम्यतां ते ते क्षम्यताम् आं दोषः कृतः धृतपुष्पे धृतपुष्पे सम्यक् समीचीनं महोदय अस्तु अग्रे विजया भगिनी वदतु अस्तु भगिनि हितः क्रोधः प्रयासः तत्र स्त्रीलिङ्गरूपी अस्ति अतः हित क्रोध इति समस्तपदमस्ति हितः क्रोधः एतत् समानाधिकरणम् एव अस्ति प्रथमविभक्तिः तत्र समस्तपदं हितक्रोध किमर्थं पुनः वदतु समस्तपदं हितक्रोध इति आगच्छति सत्यं पुल्लिङ्गे अस्ति चेत् हितक्रोधः हा इदानीम् अहं भिन्नविग्रहवाक्यं वदामि जितौ क्रोधौ जितौ क्रोधौ ययो ययो याभ्यां ते किमस्ति समस्तपदम् इदानीमत्र क्रोधद्वयमस्ति क्रोधद्वयमस्ति अतः अत्र जितौ क्रोधौ ययासा इति एव अस्ति इदानीं किमस्ति विग्रह समस्तपदं क्रोधौ ययासा किम् उक्तवती भगिनि जितौ क्रोधौ ययासा तत्र इतौ क्रोधौ ययासा इत्युक्ते तत्र स्त्रीलिङ्गपदमस्ति अतः तत्र समस्तपदं किं यया यद् शब्दस्य तृतीया विभक्ति खलु न अहमेक यद् विग्रहवाक्यम् उक्तवती तद् तस्य समस्तपदं किम् इति वदतु जितौ क्रोधौ ययासा जितक्रोधौ अत्र पुष्पभगिनी किं चिन्तयति पुष्पा भगिनी वदतु अस्तु भगिनि तत्तु जितकृतौ इति ऐ मीन् सम्यक् अरुणा भगिनी जितक्रोधे इति अस्तु अत्र बालसुब्रह्मण्यमहोदय वदतु क्रोधे भगिनि क्रोधे एव किं जितक्रोधे इति वा राजेन्द्रमहोदय वदतु अहं चिन्तयामि भगिनि यया सा अस्ति तत्कारणात् तत् जितक्रोधा सम्यक् बहु समीचीनम् न न एकक्षणं पश्यतु शृणोतु विजया भगिनी शृणोतु इदानीं जितौ क्रोधौ ययासा इति अस्ति यद्यपि तत्र जितौ क्रोधौ इति द्विवचने अस्ति अत्र क्रोधद्वयम् अस्ति, परन्तु पुरुषः महिला एका एव, तस्य महिला एका एव, अतः यद्यपि जितौ क्रोधौ ययासा इति अस्ति तथापि जितक्रोधा इति एव अस्ति, अतः सर्वत्र प्रातिपदिकं स्वीकृत्य तदनन्तरं समस्तपदं करणीयम्। अत्र प्रातिपदिकं किं, जितौ इत्यस्य प्रातिपदिकं जित, क्रोधौ इत्यस्य प्रातिपदिकं क्रोध, तर्हि समस्तपदस्य प्रातिपदिकं जितक्रोध इति प्रातिपदिकं, तस्मात् इदानीं स्त्रीलिङ्गे स्त्रीलिङ्गविवक्षायां जितक्रोधा इति भवति। अवगतं वा? तर्हि इदानीम् अत्र जिताः क्रोधाः, जिताः क्रोधाः ययासा इति अस्ति। इदानीं विजया भगिनी वदतु समस्तपदं किम्। विजया भगिनी भगिनी वदतु भगिनी, जितः क्रोधः वा? न, जिताः क्रोधाः ययासा, जितक्रोध इति एव अस्ति, जिताः क्रोधाः ययास इत्यपि जितक्रोध, जितौ क्रोधौ ययासापि जितक्रोध, जिताः क्रोधाः अपि जितक्रोध, सर्वत्र तथैव। अत्र ययासा इति अस्ति तर्हि तत्र एकवचने एव भवति सर्वत्र परिवर्तनं। हा अस्तु, समीचीनम्। अग्रे सरला भगिनी। वीराः पुरुषः यस्मिन् सः, वीरपुरुषः सप्तमी अर्थ समानाधिकरण समासः भवति किं? सप्त, हा अस्तु, हा यस्मिन् सः इति अस्ति, समीचीनं। तादृशविभजनम् अस्माभिः न कृतं, चिन्ता नास्ति। लक्ष्मी भगिनी उक्तवती, तादृश वस्तुतः तादृश विभजनस्य आवश्यकता नास्ति, बहुव्रीहिसमासस्य एकमेव सूत्रमस्ति, अतः अत्र पुस्तकेषु तथा दीयन्ते, परन्तु चिन्ता नास्ति, वदतु। अस्तु, हा वीरपुरुषः इति अस्ति, इदानीं स्त्रीलिङ्गे विग्रहवाक्यं कथम्? स्त्रीलिङ्गे विग्रहवाक्यं भवति वीर पुरुषा यस्यां सा, वीरपुरुषा इति भवति स्त्रीलिङ्गे समस्तपदं, विग्रहवाक्यं भवति वीराः पुरुषा यस्यां सा, वीराः पुरुषाः यस्यां सा, सम्यक् समीचीनम्। अग्रे पुष्पा भगिनी। यत् दत्तं भोजनं यस्मै सः, दत्तभोजनः, दत्तभोजनः, स्त्रीलिङ्गे दत्तं भोजनं याभिः नास्ति, अत्र एकवारं यद् शब्दस्य सर्वाणि रूपाणि वदतु पुल्लिङ्गे। मनसि युष्मद् यद् यः यः तौते यः तौते यः यं तौ ते नास्ति, यम् तौ, यम् यौ, यम् यौ, यम् यौ ये, प्रथमविभक्तौ अपि समीचीनं नास्ति, अत्र यः यः तौ यः यौ ये यम् यौ ये ये नास्ति, येन बहुवचन बहुवचन द्वितीय विभक्ति यान् येन याभ्यां यैः यस्मै सौ तत् अस्तु अस्तु यैः यया न यया न येन याभ्यां यैः चतुर्थी यस्मै औ क्षम्यतां यस्मै याभ्यां येभ्यः यस्मात् याभ्यां येभ्यः यस्य याभ्यां ययोः येषां ययोः ये न ये सप्तमी विभक्ति यस्मिन् यस्मिन् यस्मिन् ययोः येषु क्षम्यतां विस्मृतवती समीचीनं भगिनि समीचीनम् इदानीम् अत्र स्त्रीलिङ्गे वदतु इदानीं स्त्रीलिङ्गे वदतु तत्तभोजनं या ए याः यं ये याः याः एव न याः एव याः यया याभ्यां येभिः एकक्षणम् पुष्पभगिनी एकक्षणम् इदानीम् अग्रे मेहोल् महोदय वदिष्यति अस्तु यत् सर्वनां स्त्रीलिङ्गे या ये याः प्रथमा यां ये याः द्वितीया यया याभ्यां याभिः तृतीया यस्यै याभ्यां याभ्यः चतुर्थी यस्याः याभ्यां याभ्यः पञ्चमी अस्तु या ये याः प्रथमा यां ये याः द्वितीया यया याभ्यां याभिः तृतीया यस्यै याभ्यां याभ्यः चतुर्थी यस्याः याभ्यां याभ्यः पञ्चमी यस्याः ययोः यासां षष्ठी यस्यां ययोः यासु सप्तमी तर्हि इदानीं दत्तभोजनं यस्मै सः इत्यस्य स्त्रीलिङ्गे किम् यस्यै सा न एकक्षणं विजया भगिनी एकक्षणं यस्यै सा समस्तपदं दत्तभोजन सम्यक् सम्यक् इदानीं विजया भगिनी वदतु विजया भगिनी सः उक्तवान् खलु भगिनि सः गुरुकुलं वासं पठितवान् वा चिन्ता नास्ति भगिनि इदानीम् अग्रे सदेव तत्र एव एतत् विषये प्रथमा द्वितीया तृतीया इति उक्तवन्तः अतः एव पृच्छामि कुत्रचित् तादृश अध्ययनम् अत्र उत्तरभारते तादृश अध्ययनं भवति परन्तु अहं स्वयमेव एतत् बहु सम्यक् महोदय बहु सम्यक् टेबल् कृतवान् आवां वयं सर्वे विस्मरन्ति अस्तु अस्तु महोदय मेहुल् महोदय भवानेव अग्रे करोतु अस्तु भगिनि सुन्दरी पत्नी यस्य सः इति अस्ति सुन्दरी पत्नी इति एव प्रातिपदिकं भवति यस्य सः इति पुल्लिङ्गे अस्ति अतः सुन्दरी पत्नी यस्य सः सुन्दरी पत्नी पत्नी इति स्त्रीलिङ्गशब्दः अस्ति परन्तु पुल्लिङ्गे सुन्दरी पत्नी क इति भवति समस्तपदं किं समस्तपदं सुन्दरी पत्नी कः इति अत्र एकः दोषः अस्ति यत्र पूर्वपदं स्त्रीलिङ्गे अस्ति चेत् किं भवति ओ अस्तु अस्तु भावः सुन्दरपत्नी कः धनिकः इति एतावत् अत्रापि भवति अत्र क्रमेण वदतु अत्र सुन्दरी पत्नी यस्य सः तर्हि प्रथमं किं कृतवान् सुन्दरी पत्नी यस्य सः अत्र प्रथमं सुन्दरी पत्नी इति द्वयोपदयोः प्रातिपदिकं सुन्दरी पत्नी इति एव भवति यस्य सः इति विग्रहवाक्य पुल्लिङ्गे अस्ति अतः समस्तपदमपि पुल्लिङ्गे भवेत्, अतः सुन्दरी परन्तु पूर्वपदे स्त्रीलिङ्गपदम् अस्ति, उत्तरपदे अपि स्त्रीलिङ्ग अस्ति, परन्तु अतः तत्र क प्रत्यय योजयामः, अतः अपि च पूर्वपदस्य मूलभावः भवति, अतः सुन्दर पत्नी अपि च क प्रत्ययः योजयामः, अतः सुन्दरी सुन्दरपत्नी कः इति पुल्लिङ्गपदं भवति समस्तपदम्. सम्यक् सम्यक्. तर्हि अत्र सुन्दरी पत्नी इति प्रातिपदिकम् अस्ति, सुन्दरी इति पदं भाषितपुंस्कपदम् अस्ति, त्रिषु लिङ्गेषु अपि तस्य रूपाणि भवन्ति, सुन्दरः सुन्दरी सुन्दरम् इति, अतः अत्र पुंवद्भावः करणीयः. तर्हि सुन्दरी इति सुन्दर इति भवति, पत्नी इति उत्तरपदं स्त्रीलिङ्गपदम् अस्ति. इदानीं पुल्लिङ्गविवक्षायाम् उत्तरपदं स्त्रीलिङ्गपदं दीर्घ इकारान्तपदम् अस्ति, अतः कप्रत्ययं योजयामः उत्तरपदस्य अन्ते, अतः सुन्दरपत्नीकः इति समस्तपदम्. सर्वे अवगच्छन्ति वा? सुन्दरपत्नीका दीर्घ इकारः पत्नीकः पत्नीकः अमनतः सुन्दरपत्नी प्रातिपदिका एव, सुन्दरपत्नी इति प्रातिपदिकं, तत्र क प्रत्ययं योजयामः अन्ते पुल्लिङ्ग पुल्लिङ्गे सुन्दरपत्नीकः पत्नीकः. अस्तु अस्तु, अग्रे अरुणा भगिनी. अरुणा भगिनी अस्ति वा? आं क्षम्यताम्. उत्कलं अधीता विद्या येन सह पुंलिङ्ग शब्दार्थ अधीतविद्यः. अधीतविद्यः कथं निष्पन्नम्? अधीता विद्या विद्या स्त्रीलिङ्गशब्दः, ततः ततः उत्तरपूर्वपदम् अधीता इति उक्तवती. अधीता विद्या स्त्रीलिङ्ग पुंलिङ्ग पर्याप्तम् अधीतविद्यः इति अकार ह्रस्व अकार आकारस्थाने आगच्छति. सत्यं. तर्हि अधीता विद्या इति अस्ति, अत्र अत्र पूर्वपदं स्त्रीलिङ्गे अस्ति, अत्र भाषितपुंस्कपदमस्ति, त्रिषु लिङ्गेषु रूपाणि भवन्ति, अतः पुंवद्भावः पुंवद्भावं कृत्वा अधीत इति भवति. अधीतविद्या इति अस्ति, विद्या इति उत्तरपदम् अकारान्तपदमस्ति, यत्र अकारान्तपदं तत्र ह्रस्व अकारान्तः भवति, तर्हि अधीतविद्यः इति रूपम्. इदानीम् अत्र अधीत तत् धी इति न धातु धी इति नास्ति भगिनि, अधि उपसर्गपूर्वकः इण् घटौ इ इति धातुः. अधि उपसर्ग इ इति धातुः, इन् इन् प्रत्ययः आगच्छति, प्रत्ययः नास्ति, इन् इति धातुः, प्रत्ययः धातुः. अधि उपसर्गपूर्वकः इन् धातोः तप्रत्ययः. तत्तु सम्यक् न सम्यक् जानाति इति न अधीत सम्यक् अधीतः. हा सत्यम्. अस्तु अत्र अरुणा भगिनी पुल्लिङ्गे भवति चेत् किम्, अत्र स्त्रीलिङ्गे भवति चेत् अधीतविद्या यस् पुनः वदतु विग्रहवाक्यम्. अधीत प्रातिपदिकम् अधीतविद्यः न विद्यः कथम् अधीतविद्या इत्येव अधीतविद्या श्रीलिङ्गं अधीतविद्या यस्यै सा न यस्य इति कथं येन सह इति अस्ति खलु पुनः वदतु विग्रहवाक्यम्. अधीता विद्या यया सा अधीता विद्या यया सा समस्तपदम् अधीतविद्याः विद्याः नास्ति अधीतविद्या दीर्घ नास्ति दीर्घः अस्ति, विसर्गः नास्ति, विसर्गः श्रुतं मया. क्षम्यताम्, अहं न वदामि. अधीतविद्या, अधीतविद्या इति. अस्तु, समीचीनम्. अस्तु, अग्रे बालसुब्रह्मण्य महोदय. तीक्ष्णा बुद्धिः यस्य सः, यस्य सः पुल्लिङ्ग विवक्षा तीक्ष्णा, तस्मात् ह्रस्वत्वं तीक्ष्णबुद्धिः इति पुंलिङ्गपदम्. तीक्ष्णबुद्धिः इति पुल्लिङ्गे अस्ति. अत्र अत्र वदतु किं किम् अस्ति इति वदतु. अत्र कथं निष्पन्नम् इति वक्तव्यम्. तीक्ष्ण, तीक्ष्ण इति प्रातिपदिकं, बुद्धि तीक्ष्णबुद्धि. यस्य सः इति कारणात् पुल्लिङ्गे तीक्ष्णबुद्धिः पुल्लिङ्गपदम्. समीचीनम्. हा, अत्र अत्र कथं वक्तव्यम् इति चेत्, प्रथमतया अत्र अत्र वक्तव्यम्, अत्र प्रातिपदिकं, पूर्वपदस्य प्रातिपदिकम् अस्ति. पुंवद्भावं कृत्वा तीक्ष्ण इति प्रातिपदिकं, यतोहि तीक्ष्ण इति भाषितपुंस्कपदम् अस्ति, तस्य पुंवद्भावं कृत्वा तीक्ष्ण इति प्रातिपदिकम्. उत्तरपदस्य प्रातिपदिकम् अस्ति बुद्धि, तर्हि तीक्ष्णबुद्धि इति नूतनप्रातिपदिकम्. इदानीं पुल्लिङ्गविवक्षायां तीक्ष्णबुद्धिः इति समस्तपदम्. किं तीक्ष्ण अव्यय वा? न, तीक्ष्ण अव्ययं नास्ति. किमस्ति पदमेव भगिनि, कथम् आयाति इति द्रष्टव्यं भवति, कथम् आयाति इति द्रष्टव्यम्. अस्तु, द्रष्टव्यम्. अस्तु, अग्रे अत्र किम्, ईक्षधातुः तस्मात् आगच्छति. हा, ईक्षधातुः, तत्र ती इति कथमस्ति? अत्र अनन्तरं दृष्ट्वा वदामि. अस्तु, अग्रे अत्र राजी भगिनी. महत् बलं यस्य सः, महाबलम् इति समस्तपदं. महत् इति शब्दस्य महा इति रूपं भवति ऋषुलिङ्गेषु. महान् महान् बलं, महान् बलं यस्य सः महाबलः. महद्बलं यस्य, एकक्षणं भगिनि, एकक्षणं पुनः वदतु अत्र. महत् बलं यस्य सः, महा इति महा एव आगच्छति त्रिषु लिङ्गेषु समस्त. यदि अहं वयं समस्तपदं स्वीकुर्मः तर्हि महद्बलं महाबलम् इति एव आगच्छति. तर्हि अत्र समस्तपदं किं? समस्तपदं महाबलं. महाबलम् इति किमर्थं नपुंसकलिङ्गे वदति? ओ, महाबलः. अस्तु, महाबलः यस्य सः, महाबलः सः इति पुल्लिङ्गे अस्ति, अतः महाबलः समस्तपदम्. सम्यक्, सम्यक्. स्त्रीलिङ्गे अस्ति चेत्? स्त्रीलिङ्गे महाबलम् अत महति बलं यस्याः सः वा? अत्र तु महती बल बल इति नास्ति, अत्र महत् बलम् इति एव अस्ति. महत् बलम् इति नपुंसकलिङ्गे, श्रीलिङ्गे महाबला. अत्र पुनः विग्रहवाक्यं वदतु. विग्रहवाक्यं महत् बलं यस्याः सा, महत् बलं यस्याः सा. समस्तपदं महाबला, महाबला इति अस्ति. सम्यक्, सम्यक्. तर्हि अत्र पूर्व उत्तरपदं, तत्र स्वस्य स्वाभाविकलिङ्गं किं तदेव भवति, तस्य परिवर्तनं न भवति. अत्र यद्यपि समस्तपदं स्त्रीलिङ्गे अस्ति, तथापि अत्र महती बला इति तथा किमपि नास्ति. बलम् इति नपुंसकलिङ्गशब्दः अस्ति, तथैव तिष्ठति. बलम् इत्यस्य विशेषणमस्ति महा, महा इति, अतः महत् बलम् इति एव अस्ति. इदानीं महत् बलं यस्य सः इति भवितुमर्हति, यस्याः सा इति भवितुमर्हति, यस्य सः, यस्य तत् इत्यपि भवितुमर्हति. यस्य तत् इति भवति चेत् समस्तपदं महाबलम् एव. हा, महाबलं, सत्यं, महाबलम् इति अस्ति नपुंसकलिङ्गे. समीचीनं. हा, तीक्ष्ण इति शब्दः तिज् धातुतः, स्न इति प्रत्ययः, इदानीं मा पृच्छतु तीक्ष्ण इति प्रत्ययः कः इति तत्सर्वं मा पृच्छतु तीक्ष्ण इति शब्दः तावदेव अस्तु धन्यवादः भगिनि अस्तु अग्रे पद्मा भगिनी आं भगिनि चन्द्रः मौलौ यश्च सः विग्रहवाक्यं पुनिङ्गे अस्ति चन्द्रः मौलौ यश्च सः चन्द्रमौली समस्तपदं किं चन्द्रमौलिः चन्द्रमौलिः इति अस्ति कीदृशसमासः समानाधिकरण व्यधिकरण बहुव्रीहिसमासः किमर्थं व्यधि प्रथमतया समानाधिकरणम् इति उक्तं तदनन्तरं व्यधिकरणम् इति परिवर्तितं किमर्थं व्यधिकरणम् अत्र चन्द्रः द्वयोः पदे विभक्ति समानाधिकरणं नास्ति सत्यं सत्यं चन्द्रः इति अत्र भिन्ना विभक्तिः मौलौ इति पदस्य भिन्ना विभक्तिः खलु अतः चन्द्रः इति पदं भिन्नं पदं मौलिः इति पदं भिन्नं पदम् अतः अत्र व्यधिकरण बहुव्रीहि समासः तत्तु अवयवस्य शरीरस्य अवयवः अस्तु अत्र तु शरीरस्य अवयवः नास्ति परन्तु यदि चन्द्रः मौलौ अस्ति तर्हि स शरीरस्य अवयवः भवति यतः अत्र शिवस्य उल्लेखः चन्द्रः तस्य शरीरस्य अवयवः इव अस्ति खलु महोदय तत्र चन्द्रमौलिः इति कथं भवति मौलौ अस्ति चेत् चन्द्रमौलः प्रातिपदिकं किम् अत्र मौलौ इत्यस्य प्रातिपदिकं मौलौ इति कस्यां विभक्तौ अहं चिन्तयामि सप्तमी विभक्ति अस्ति सप्तमविभक्तिः सम्यक् हा किमस्ति प्रातिपदिकं मौली इति मौली इति पदमस्ति महोदय प्रातिपदिकम् अतः तत्र चन्द्रमौली इति स्वीकृत्य समस्तपदस्य प्रातिपदिकं चन्द्रमौली अस्तु समीचीनम् अग्रे राजेन्द्रमहोदय परशुः हस्ते यस्य सः अत्र पुलिङ्गिविवक्षा अस्ति परशुः तु प्रथमविभक्ति हस्ते सप्तमी विभक्ति कारणात् समस्तपदम् अस्ति परशु हस्तः व्यधिकरणं बहुव्रीहि समासः अस्ति सम्यक् अस्तु तर्हि अग्रे विजया भगिनि भगिनि तत्र षोडश नास्ति वा अष्टादश एव अस्ति न विद्यमाना अश्वाः यस्य सह एव खलु भगिनि न न चक्रं पाणौ यस्य सह अस्ति वा मम पत्रे वदतु भगिनि षोडश किं अस्ति अत्र हा अत्र परशुः न चक्रं पाणौ यस्य सह तत्र चक्रं पाणौ एतदपि तत्र चक्रमिति प्रथमविभक्ति एकवचनं पाणौ इति सप्तमी विभक्ति एकवचनं तत्रापि व्यतिकरण बहुव्रीहिसमासः यस्य सः अस्ति अतः पुल्लिङ्गपदमस्ति चक्रपाणिः इति चन्द्रमौलिः किम् एतत् उदाहरणरूपेण तत्रापि चक्रपाणिः इति आगच्छति सत्यं सत्यं समीचीनम् अग्रे सरला भगिनी मया विस्मृतवती भगिनि. किं विस्मृतवती? पुष्पा भगिनि. न विस्मृतवती, भवती अस्ति मम लिस्ट् मध्ये अस्ति, अहं क्रमेण गच्छामि. भवती एव क्रमं विस्मृतवती भगिनि. एकः प्रश्नः अस्ति, मौलीपदे मौलौ सप्तमी विभक्ति अहं चिन्तयामि. परन्तु मौलि एकः मौली अस्ति न? एकः मौली एव. तर्हि मौलौ इति तत्र द्विवचने नास्ति भगिनि. मौली इति पदस्य सप्तमीविभक्तिः, इकारान्तपदस्य सप्तमीविभक्तिः मौलौ इति भवति खलु. कवि इति इकारान्तपुल्लिङ्गपदमस्ति, तत्र कवौ इति भवति. एवमेव अत्र मौलौ इति सप्तमी एकवचनं. सरला भगिनि. नीलं नीलं कण्ठे यस्य सः विवक्षा पूर्वभक्ति. नीलं प्रथमविभक्ति, कण्ठे सप्तमी विभक्ति, शुद्धीकरण बहुवि समासस्य यस्य प्रयोगः भवति. नीलकण्ठः सम्यक् अस्तु. पुष्पा भगिनि. न विद्यमानाः अश्वाः यस्य सः अनश्वः. कथं निष्पन्नम्? अत्र सः तु अस्ति तथैव एकः एव. न अत्र अजादि अस्ति, अश्वाः तु अजादि पुरतः अस्ति. तथैव अना इति आगच्छति. अनश्वः इति स्त्रीलिङ्गे वदति चेत् न विद्यमानाः अश्वाः ययाः. ययाः इति किमर्थं? यस्याः सा समस्तपदं. क्षम्यतां, न अनश्वा. अनश्वाः अस्तु, समीचीनं भगिनि. अनश्वा भगिनि, अनश्वा. हा, अनश्वा. अनश्वा इति स्त्रीलिङ्गे. समीचीनम्. अत्र वदतु कथं भवति. विकल्पेन अत्र रूपम् अपि अस्ति. अविद्यमानयोगः अश्व इति अस्ति. अविद्यमानाश्व इति अविद्यमान अश्वः अथवा अविद्यमान अश्वा इति स्त्रीलिङ्गे. पुल्लिङ्गे अविद्यमानाश्वः. अविद्यमानाश्वः. अस्तु अस्तु. प्रश्नः अस्ति वा भगिनी? एकः प्रश्नः अस्ति, रजेन्द्र वदामि. अत्र नैन् बहुव्रीहि अपि च नैन् तत्पुरुष बहुव्रीहि, नैन् तत्पुरुष समासस्य मध्ये भेदः कः? कथं जानीमः कुत्र किम् अस्ति, कः समासः, कीदृशी समासः अस्ति? अस्तु, समीचीनप्रश्नः. अस्माभिः पूर्वमपि दृष्टम्. अत्र मेहुल् महोदय वदतु. अहं चिन्तयामि तत्र क्रियायाः सह अन्वयः कस्य पदस्य भवति. अत्र उत्तरपदस्य प्राधान्यं भवति चेत् तत्पुरुषसमासः, अन्यपदस्य प्राधान्यम् अस्ति चेत् बहुविः समासः. अत्र अत्र उदाहरणमस्ति वा? अत्र अविद्यमानधनः अपि च अधनः इति अस्ति. तत्र अविद्यमानः अधनः जनः इति अस्ति अपि तत्रापि किमपि अत्र तस्य अन्वयः अन्यस्मिन् पदार्थे एव तत्र उत्तरपदस्य अपि प्राधान्यम् अस्ति अतः केवलम् अन्यपदार्थस्य प्राधान्यम् अस्ति अतः बहुव्रीहि समासः सत्यं तत् तर्हि अत्र भवतः वाक्यमस्ति अधनः जनः गच्छति इति वाक्ये तत्र अत्र अधनः जनः इत्यत्र कस्य अन्वयः भवति क्रियया सह इति चेत् जनः इति पदस्य अन्वयः अस्ति क्रियया सह समस्तपदमस्ति अधनः इति समस्तपदमस्ति न धनः अधनः तर्हि अत्र न धनः अधनः इत्युक्ते तत्र पुरुषस्य सङ्केतः अस्ति अन्यपदार्थस्य प्राधान्यम् अस्ति अधनः इति विशेषणमस्ति जनः इत्यस्य अत्र बहुव्रीहिसमासः अस्ति न विद्यते धनं यस्य सः अधनः इति अस्ति अतः तत्र बहुव्रीहिसमासः यतोहि अन्यपदार्थस्य प्राधान्यम् इदानीं तत्पुरुषसमासस्य वाक्यं वदतु अहं वदामि वा भवानेव तत्पुरुषस्य धन किमपि उदाहरणं वा अहम् अधनः अस्मि अहम् अधनः अस्मि इति कीदृशसमासः एवं वा नै बहुव्रीहिः हा किमर्थं क्रियया सह अधरः पदं वर्तते अतः क्रियया सह कस्य अन्वयः अहम् अधनम् अहम् अधनः इति अहम् अधनः अस्मि इति क्रिया सह अधनः पदं विशेषणः न अत्र कस्य अन्वयः अधनपदस्य अन्वयः इति उक्तं वा अधनम् अहम् अधनम् अस्मि अधनः अस्मि इत्युक्ते अधनः नै बहुव्रीहिः एव तत्र हा किमर्थं किमर्थम् इति अधनः अत्र क्रियया सह कस्य अन्वयः परन्तु अधनः क्रिया अधनः विशेषणः अस्ति अहं विशेषणः अस्ति अधनः अतः अधनः इति वदनेन तत्र अहम् इत्यस्य सङ्केतः अस्ति अन्यपदार्थस्य प्राधान्यम् अतः तत्र बहुव्रीहिसमासः अस्ति इदानीम् अत्र तत्पुरुषसमासस्य उदाहरणं वदतु अधर्मः विनाशस्य कारणं वर्तते तदेव अधर्मः विनाशस्य कारणं वर्तते इति वाक्ये अधर्मः नै सप्तः किमर्थं तत्र क्रिया सह न भवति क्रिया सह कस्य अन्वयः न भवति अधर्मः इति पदस्य अन्वयः क्रिया सह न भवति कर्तृपदम् इति अधर्मः विनाशस्य कारणं वर्तते इति वाक्ये अधर्मः कर्तृपदं सब्जेक्ट् तत्पुरुषसमासः इति उक्तं न वर्तते सहि अधर्मः पदं क्रियासः न भवति तर्हि तत्र कथं तत्पुरुषसमासः तत्पुरुषसमासस्य किमस्ति नियमः अधर्मः न धर्मः किल न अत्र तत्पुरुषसमासे उत्तरपदस्य प्राधान्यम् अस्ति खलु उत्तरपदस्य प्राधान्यम् अस्ति उत्तरपदस्य अन्वयः भवति क्रियया सह खलु तत्र न धर्मः इति पदं न धर्मः विनाशस्य कारणं वर्तते इति उक्तं तर्हि अत्र द्वयोः पदयोः मध्ये कस्य अन्वयः अस्ति क्रियया सह न वर्तते धर्मः इति पदस्य अन्वयः खलु, धर्मः वर्तते धर्मः न वर्तते इति धर्मः इति पदस्य अन्वयः अस्ति, अतः तत्र तत्पुरुषसमासः. इदानीम् अत्र सरलम् उदाहरणं पश्यामः. अत्र प्रथमं महोदयेन उक्तं सः अधनः अधनः जनः गच्छति इति उक्तं, तत्र तु बहुव्रीहिसमासः इति स्पष्टमस्ति खलु. अधनः जनः इत्यनेन जनः इति पदस्य अन्वयः अस्ति गच्छति इति क्रियापदेन सह. अधनः इति पदं विशेषणमस्ति, जनः इति पदस्य अन्यपदार्थप्राधान्यं बहुव्रीहिसमासः इति स्पष्टम्. इदानीम् अत्र तत्पुरुषसमासस्य उदाहरणम् दुःखस्य कारणं तत् तत्पुरुषसमासस्य उदाहरणं भवति वा? किम् अधनः दुःखस्य कारणम्? अधनः दुःखस्य कारणम्, अधनः दुःखस्य कारणम्, अधनः दुःखस्य कारणमिति अधनः अधनम् अधनं धनम् इति नपुंसकलिङ्गपदमस्ति खलु. तर्हि अधनः इति वदति चेत् तर्हि कस्य कस्यचित् पुरुषस्य सङ्केतः, अधनः सः दुःखस्य कारणं, तर्हि तत्रापि बहुव्रीहिसमासः. इदानीं तत् असत्यं मा वदतु इति वाक्ये तत्तु नै समासः किल. किं वच्चिन्दि इप्पुडु समासः नञ्ज तत्पुरुष ओकटिगानेदि अत्र अरुणभगिनी दानि संस्कृतंलो माट्लाडुतुन्नारु. अरुणभगिनी कृपया म्यूट् करोतु. अत्र अत्र पश्यतु, अत्र सरलम् उदाहरणम् अहं वदामि. अहम् अधनं पश्यामि, न न अधनम् इति त्यजतु, अत्र अधर्मः मा करोतु. अधर्मः अधर्मः मा करोतु, हा अधर्मं मा करोतु इति अस्ति. सर्वे अधर्मं मा करोतु, अधर्मं मा कुर्वन्तु इति वाक्यं. सर्वे अधर्मं मा कुर्वन्तु इति अस्ति, तर्हि तत्र अधर्मं कुर्वन्तु मा कुर्वन्तु, तर्हि अधर्मम् इति पदस्य अन्वयः अस्ति क्रियया सह, तत्र तत्पुरुषसमासः. सर्वे न धर्मः न धर्मं मा कुर्वन्तु इति तादृशं, तत्र कस्य अन्वयः इति द्रष्टव्यम्. स्पष्टं वा? अस्तु भगिनि, यदि अधर्मम् इति कर्मपद आगच्छति तत्र साधु कर्मपदरूपेण आगच्छति, सत्यं कर्मपदरूपेण आगच्छति चेदेव कर्तृप्रयोगे क्रियया सह अन्वयः भवति खलु. अस्तु तर्हि अग्रे अग्रे मेहुल् महोदय वदतु. न विद्यमानं बलं यस्याः सा, तत्र विकल्पेन रूपद्वयं भवति, अबलाः इति एक भवति, एकं भवति. पुनः वदतु समस्तपदम्. अबलाः इति अबलाः इति किमर्थम्? ओ अबला, क्षम्यता, बला इति भवति अबला. अबला अपि च अविद्यमानबला इति भवति, अविद्यमानबला. सम्यक्, अस्तु. अरुणभगिनी अग्रे. न विद्यते भेदः यस्य सः, भेद समस्तपदं, पुंलिङ्ग यस्य सः अस्ति सः तः अविद्यः अभेदः इति समस्त पुंलिङ्ग विकल्पेन अविद्यमान भेदः. सत्यम्, अविद्यमानभेदः विद्यमानभेदः. अस्तु अग्रे बालसुब्रह्मण्य महोदय. अभेदः इति न कुर्वन्ति, उक्तवती खलु अभेदः इति एकं रूपम्, अविद्यमानभेदः नै बहुव्रीहिसमासः. अग्रे बालसुब्रह्मण्य महोदय सः गतवान्. भगिनि न भेदः न अस्ति वा? किम् अत्र न भेदः इति न भेदः न न भेदः नास्ति, विकल्पेन न भेदः इति तत्र व्यस्तप्रयोगं कर्तुमिच्छति वा? अत्र समस्तपदं तु तत्र वैकल्पिकद्वयम् अस्ति, अभेदः इति एकं रूपम्, अविद्यमानभेदः इति एकं रूपं, न भेदः इति व्यस्तप्रयोगः अस्ति. न विद्यते भेदः इति व्यस्तप्रयोगः, यत्र समासं कर्तुं न इच्छामः तत्र न भेदः इति तथा वदामः. अस्तु, अत्र राजी भगिनी अग्रे. वक्रतुण्डः, वक्रं वक्रं तुण्डे यस्य सः. किमर्थं तुण्डे? तुण्डे अहं सप्तमी विभक्ति, अहं वेदिकरणबहुरी समासः इति चिन्तयित्वा तुण्डे इति उक्तवती. तुण्डः इत्युक्ते किं? ट्रङ्क्, गणेशस्य मुखस्य अधोभागः. तत्र तु यदि तथा वदति वक्तुमिच्छति चेत् वक्रता तुण्डे अस्ति खलु, तथा तत्र वक्रता तुण्डे अस्ति इति वदामः. इदानीम् अत्र वक्रं तुण्डमेव वक्रम् इति चेत् तत्र विशेषणमस्ति खलु, विशेषपूर्वकारेव वा वक्रतुण्डः वा तस्मिन् बहुव्रीहिः वक्रतुण्डः यस्य सः, वक्रतुण्ड वक्रं तुण्डं यस्य सः वक्रतुण्डः. हा, वक्रं तुण्डं यस्य सः. अत्र यत्र यदि वक्रं वक्रतुण्डम् इति अस्ति चेत्, वक्रतुण्डम् इति अस्ति चेत् तत्र कर्मधारयसमासः इति ज्ञातुं शक्नुमः खलु. परन्तु अत्र तुण्डः इति अस्ति, तुण्डः अस्ति, तुण्डः पुल्लिङ्गपद पुल्लिङ्गपदं किल. हा, अत्र तुण्डः इति इदानीम् अत्र विशेषणम् इति कृत्वा पुल्लिङ्गे अस्ति. अत्र वस्तुतः तुण्डम् इति नपुंसकलिङ्गपदमस्ति. अत्र तुण्डः इति अस्ति इति कृत्वा वयं ज्ञातुं शक्नुमः बहुव्रीहिसमासः इति. इति कृत्वा वक्रं तुण्डः यस्य, वक्रं तुण्डं यस्य सः वक्रतुण्डः. सत्यम्, अतः एव तत्र अत्र अत्र आवरणे अहं गणेशः विशेष्यम् इति उक्तम्. भगिनि पुनः वदतु, वक्रं तुण्डं प्रातिपदिकस्तरे विसर्गः न भवति खलु, वक्रतुण्ड इति अकारान्तप्रातिपदिकं पुंलिङ्ग उद्दिश्य वक्रतुण्डः यस्य सः वक्रतुण्डः. वक्रतुण्डः इति समस्तपदं, समस्तपदं. भगिनि व्यस्तप्रयोगे वक्रः तस्य विसर्गः न आगच्छति, श्रीलिङ्गे वदावः तर्हि वक्रं तुण्डं यस्या सा वक्रतुण्डा. सम्यक्, अस्तु. पद्मा भगिनी अग्रे. प्राप्तोदकं विग्रहवाक्यं गृहस्य विशेषणमस्ति. प्राप्तम् उदकं तेन तेन तत् येन तत् इत्युक्तं वा? येन तत्, आम्, प्राप्तम् उदकं येन तत् इति वयं चिन्तयामः. परन्तु यत्र प्राप्तम् इति शब्दः अस्ति तत्र सर्वत्र द्वितीयविभक्तिः एव स्वीकरोति, द्वितीयविभक्तिं स्वीकरोति. प्राप्तम् उदकं यां यां तत्. किमर्थं यां? यत् तत् किमर्थं यत् तत् सम्यक् अस्ति, किमर्थम् इति वदतु. नपुंसकलिङ्गेन अस्ति, गृहम् इति पदं नपुंसकलिङ्गे अस्ति, अत्र गृहम् इत्यस्य विशेषणमस्ति समस्तपदम्, अतः तत्र यद् इति शब्दस्य अपि नपुंसकलिङ्गशब्दं स्वीकुर्मः. अतः यत् तत् प्राप्तम् उदकं यत् तत् प्राप्तोदकम् इति अस्ति. अस्तु, समीचीनम्. अत्र द्वितीयविभक्तिः अस्ति यत् तत् इति द्वितीयविभक्त्यन्तपदम् अत्र यत् इति द्वितीयविभक्तिः तत् इति प्रथमविभक्तिः प्राप्तम् उदकं यत् तत् यत् इति परम् अत्र द्वितीयविभक्तिः अस्ति यदि अत्र गृहम् इत्यस्य स्थाने ग्रामः इति चिन्तयतु तत्र किं भवति अत्र ग्रामः प्राप्तम् उदकं यस्य सः न अहम् उक्तवती खलु प्राप्तम् इति शब्दः अस्ति चेत् तत्र द्वितीयविभक्तिः एव स्वीकरोति इति प्राप्तम् उदकं यं यं सत्यं समये सम्यक् अस्ति यं सः आम् प्राप्तम् उदकं यं सः यं सः हा समस्तपदं प्राप्तोदकः हा उत्तमं बहु सम्यक् प्राप्तोदकः सम्यक् अस्तु राजेन्द्रमहोदय विशालमार्गः ग्रामः विशालं मार्गं यस्मिन् सः समानधिकरणं बहुव्रीहिसमासः अस्ति विशालं मार्गं यस्मिन् सः अथवा यस्य सः इत्यपि भवति सम्यक् अग्रे विजया भगिनि भगिनी तत्र विशाला इति स्त्रीलिङ्गपदमेव खलु भगिनि तत्र न त्रिषु लिङ्गेषु अपि रूपाणि भवति विशालः विशालं विशाला अस्तु पतित पुष्पा इति स्त्रीलिङ्गपदमस्ति तत्र पुष्पा इति पुष्पम् इति नपुंसकलिङ्गं पदम् अस्ति खलु भगिनि परन्तु तत्र लता इति लता इति स्त्रीलिङ्गपदे अस्ति तत्र नपुंसकलिङ्गम् इत्युक्ते तत्र पतितानि पुष्पाणि सर्वदा पतितम् इति पञ्चमी इति कारणात् तत्र पतितानि पुष्पाणि यस्मात् सः इति आगन्तव्यं खलु भगिनि यस्मात् सः इति अत्र विशेष्यं पुल्लिङ्गे अस्ति चेत् यस्मात् सः परन्तु अत्र लता इति अस्ति खलु विशेष्यम् अतः यस्मात् यस्याः सा पतितानि पुष्पाणि यस्याः सा पतितपुष्पा इति अस्ति अस्तु अत्र अत्र वृक्षः इति अस्ति चेत् विशेष्यं वृक्षः अस्ति चेत् पतितपुष्पा यस्मात् सः इति आगच्छति खलु भगिनि तत्र सत्यं विग्रहवाक्यं कथं भवति विग्रहवाक्यं पतितः वृक्षः इति विचिन् ब्राकेट् पतित पतितपुष्पः वा भगिनि पतितपुष्पः इति समस्तपदमस्ति सम्यक् विग्रहवाक्यं तत्र पतितः पुष्पः यस्मात् सः पतितः पुष्पः यस्मात् सः इति एकमेव एकं पुष्पं पतति चेत् पतितः पुष्पः पतितं न पतितः नास्ति पतितं पुष्पं पतितं पुष्पं यस्मात् सः यस्मात् सः पतितपुष्पः इदानीम् अत्र बहूनि पुष्पाणि सन्ति चेत् पतितानि पुष्पाणि यस्मात् पुष्पाणि सः खलु आं भगिनि आं भगिनि अस्तु सम्यक् श्रीलिङ्गे अपि पतितं पुष्पम् इति किमर्थं पतितानि पुष्पाणि यस्याः सा लता इत्यस्मात् बहूनि पुष्पाणि पतन्ति अतः पतितानि पुष्पाणि यदि एकमेव पुष्पं पतति चेत् तत्र पतितं पुष्पं यस्याः सा इति अपि वक्तुं शक्यते यत्किमपि वक्तुं शक्यते, परन्तु समस्तपदं तु पतितपुष्पा इति एव भवति. इदानीम् अत्र द्वे पुष्पे पतिते इति चेत् तत्रापि तथापि वक्तुं शक्नुमः पतिते पुष्पे यस्याः सा तत्रापि पतितपुष्पा इति एव. पतिते पुष्पे ययोः सा किल यस्यः सा एका एव लता. ओ एका एव लता लताद्वयम् अस्ति चेत् तत्र पतिते पुष्पे ययोः याभ्यां सा नपुंसकलिङ्ग अस्तु याभ्यां सा आं पञ्चमी अस्तु द्विवचने अस्तु अस्तु. इदानीं का उक्तवती? विजया भगिनी उक्तवती खलु. अस्तु सरला भगिनी अग्रे. बहु धना महिला इति बहु धनं यस्याः सा बहु धना इति भवति. बहु धनं यस्याः सा बहु धना इति महिला. अस्तु सम्यक् अग्रे पुष्पा भगिनी. अधीत किम् अधीतव्याकरणाः पुरुषाः अधीत तत्तु नै तत् पुरुषः अस्ति न किमर्थं नै अ इति अस्ति चेत् नै इति अस्ति वा? अधीतमिति शब्दः अस्ति खलु अधीतम् अधीतं व्याकरणाः अस्ति तथैव अधीताः व्याकरणाः सर्वदा पुष्पा भगिन्याः बहुवचने एव आगच्छति. भगिनि अस्तु अधीतव्याकरणाः अधीतं व्याकरणं यस्याः न यस्या न येषां ताः न अत्र अर्थः कः इति अर्थः अधीतव्याकरणाः पुरुषाः इत्यस्य अर्थः कः इत्युक्ते तादृशपुरुषः यः व्याकरणम् अधीतवान् तर्हि पुरुषः यः व्याकरणम् अधीतवान् तर्हि तत्र विग्रहवाक्ये किं भवेत् यद् शब्दः कीदृशः भवेत् अधीतं व्याकरणं किं वदामि येषां ते इति किमर्थम् अत्र सरला भगिनी वदतु. बहुवचनम् अधीत इति कृतान्त कृतान्तपदमस्ति तत् तृतीयाविभक्ति आगच्छति किम् अधीतं व्याकरणं येन देहि सह पुनः वदतु विग्रहवाक्यम् अधीतं व्याकरणं येहि सह ते यैः तैः यैः ते यैः ते अस्तु अधीतं व्याकरणं यैः ते इति समानाधिकरण बहुव्रीहिसमासः. अस्तु भगिनि महेश्वर महोदय अग्रे. भगिनि किमर्थं ते इत्युक्ते प्रयोजनं करोति पुरुषाः इति अस्ति खलु पुरुषाः इति बहुवचने अस्ति अतः यैः ते अपुरुषाः जन्मदास पुरुषः एव पश्यामि. अस्तु, अत्र मेहुल् महोदय. आं भगिनि, प्रदत्तफला इति नारी इत्यस्य विशेषणं अहं चिन्तयामि. प्रदत्तं फलं यस्याः सा इति प्रदत्तफलाः प्रदत्तफला इति. अत्र एक एक एकम् अत्र वैशिष्ट्यमस्ति. अत्र यत्र दत्तम् इति फलमस्ति, दत्तम् इत्यस्ति खलु, ददाति. अत्र ददाति इति शब्दस्य कीदृशः यत्र दाने अस्ति तत्र विभक्तिः का दानार्थे? हा, तर्हि इदानीं प्रदत्तं फलं यस्याः नास्ति तत्र न न अत्र यद् तद् तद् शब्दः तत्र तद् शब्दः सर्वदा तत्र प्रथमविभक्तौ एव भवति खलु. प्रथमविभक्तौ भवति. यस्यैषा प्रदत्तं फलं यस्यैषा. यदि अत्र कोऽपि महिला यं प्रति फलं वयं दद्मः तत्र प्रदत्तानि फलानि यस्यै सा इति अस्ति. यदि अत्र पुरुषः यः पुरुषः ददाति अथवा महिला या ददाति तस्य विषये वक्तुम् इच्छामः चेत् प्रदत्तं फलं यया सा इति अपि वक्तुं शक्यते. अत्र सन्दर्भम् अनुसृत्य विग्रहवाक्यं परिवर्तते. अस्तु, प्रदत्तानि फलानि यस्यै सा इति चेत् या महिला फलानि स्वीकरोति तत्र प्रदत्तानि फलानि यस्यै सा इति भवति. यदि अत्र महिला फलानि ददाति तत्र प्रदत्तानि फलानि यया सा इति अपि वक्तुं शक्यते. भगिनि, तृतीया खलु, तृतीया एव तत्र चतुर्थी एव आगन्तव्यं खलु? न न, चतुर्थी एव आगन्तव्यम् इति अस्ति, परन्तु यः स्वीकरोति अथवा यः ददाति, यदि या ददाति तस्मिन् विषये वक्तुम् इच्छामः चेत् यया इति भवति. इत्युक्ते वन् हु वास् गिवन् द फ्रूट्स्, गिवन् बै हिम्, तस्मिन् अर्थे. यदि कोऽपि स्वीकरोति तर्हि तत्र यस्यै सा. इदानीं प्रदत्तफला नारी इत्युक्ते तादृशनारी या फलानि स्वीकृतवती, अथवा अत्र प्रदत्तफला नारी इत्युक्ते तादृशनारी या फलानि दत्तवती इति इत्यपि वक्तुं शक्यते. नो चेत् या स्वीकृतवती तस्मिन् विषये अपि वक्तुं शक्नुमः. अत्र सन्दर्भं दृष्ट्वा, अत्र अस्माकं विवक्षा का इति दृष्ट्वा विग्रहवाक्यं भवति. सन्दर्भं दृष्ट्वा धन्यवादः. अस्तु, अन्यत् राजीव भगिनी प्रश्नः आसीत् वा? आम्, दत्त इति तान्तरूपम् इति कारण तृतीयया इति भवती उक्तवती वा? हा, तान्तरूपम् इति कारणात् कारणादपि तृतीया अपि सन्दर्भं दृष्ट्वा कीदृशसन्दर्भं. यदि यत्र दानक्रिया अस्ति तत्र सन्दर्भं, यत्र दानक्रिया अस्ति एकः स्वीकरोति अपि अन्यः ददाति तर्हि कस्मिन् विषये वयं वदामः इति दृष्ट्वा अत्र विग्रहवाक्यं भवति. यदि यः ददाति तस्मिन् विषये वदामः चेत् यया सा इति अस्ति. यदि यः स्वीकरोति तस्मिन् विषये वदामः चेत् तत्र यस्यै सा इति अस्ति. तस्य विषये वयं वदामः इति मुख्यविषयः. अस्तु अस्तु, अग्रे अरुणा भगिनि. अरुणा भगिनि, पतितयोधः पुरुषः. अत्र पुरुषः इति नास्ति, रथः इति स्थापयतु भगिनि. रथः पतितः योधः यस्मात् सः पतितः योधः यस्मात् सः पतितयोधः इति रथः, तादृशरथः यस्मात् योद्धः पतितः. अस्तु, सम्यक्. पतितयोधः न भवति, पतितयोधः यस्मात् योधा इति वा? तत्र योद्धा इति पदमस्ति वा? योद्धा इति अस्ति खलु, योद्धा इति भवति. सत्यं सत्यं, योद्धा, योद्धः इति अपि अस्ति भगिनि पदम्. योद्धः इति अपि अस्ति, योद्धा इति प्रातिपदिकं किल, योद्ध युद्धं, यः युद्धं करोति सः योद्धा किल, अतः योद्धः इति आगच्छति वा न जानामि. योद्धः इति अपि अस्ति भगिनि, योद्धः इति युद्ध धातुतः अच् प्रत्ययं योजयित्वा योद्धः इति अपि अस्ति, अतः अत्र समीचीनमेव. पतितः योद्धः यस्मात् सः, यदि तत्र योद्ध इति भिन्न त्रिजन्तरूपं स्वीकृत्य वक्तुम् इच्छति चेत् तत्र योद्धा इति अस्ति, पतितः योद्धा इति अस्ति, तत्र तु तत् भिन्नम्. अस्तु, अरुणभगिनी उक्तवती खलु, इदानीम् अत्र अग्रे बालसुब्रह्मण्य महोदय नास्ति, राजी भगिनी. दत्तफलाः, दत्तफलाः दत्तानि फलानि यस्याः ते, इदानीं यस्याः ते इति उक्तं खलु, यस्याः, यस्याः इति तत्र एकवचने अस्ति खलु, पुरुषाः, ओ यस्याः एकवचने, अस्तु, देन् यस् यैः यैः ते किल, पुनः वदतु. दत्तानि न दत्तफला यदि पञ्चमी विभक्ति वयं स्वीकुर्मः तस्ति, अत्र अत्र पश्यतु भगिनि, अत्र यथा पूर्वम् उक्तं यत्र दानक्रिया अस्ति, दानक्रिया चतुर्थी एव भवति खलु, आम् आम् चतुर्थी भवति. दत्तानि फलानि येभ्यः तैः, न एभ्यः ते, अत्र तद् पदं सर्वदा प्रथमविभक्तौ एव भवति, तद् पदं सर्वदा प्रथमविभक्तौ एव भवति. दत्तानि फलानि येभ्यः ते, सम्यक् सम्यक् इति अपि वक्तुं शक्यते, नो चेत् अत्र तृतीय अपि वक्तुं शक्यते यदि कोऽपि ददाति खलु तस्मिन् विषये वक्तुम् इच्छामः चेत् दत्तानि अतः दत्तानि फलानि येभ्यः ते अथवा दत्तानि फलानि यैः ते इत्यपि वक्तुं शक्यते. पुष्पभगिनी किं ते पुरुषाः इति अस्ति तथैव, सत्यं सत्यं सत्यं. पद्माभगिनी अग्रे. कृतकृत्याः पदमस्ति समस्तपदं, पुरुषाः पुरुषाः विशेषणमस्ति, कृतं कृत्यं याभ्यः येभ्यः ते, कृतं कृतं कृत्यं येभ्यः ते, एभ्यः एभ्यः एभ्यः इति किमर्थं तत्र चतुर्थी इति वदति वा, चतुर्थी इति वदति वा, पञ्चमी इति वदति वा, किं वदति, पञ्चमी पञ्चमी पञ्चमानि कृत्यानि, हा कृत इति पदं तत्र तान्तरूपम् अस्ति खलु, तान्तरूपम् अस्ति, अतः तृतीया स्वीकरोतु, कृतानि कृत्यानि किं वदतु, तृतीयविभक्ति, हा तृतीयविभक्तिं योजयित्वा वदतु, कृतानि कृत्यानि, हा कृतानि अत्र बहुवचने अपि वक्तुं शक्नुमः, एकवचने अपि वक्तुं शक्नुमः, कृतं कृत्यम् अहं एकवचने उक्तवती. हा वदतु, पुनः वदतु विग्रहवाक्यम् अत्र तृतीयविभक्तिः स्वीकरोति. तृतीयविभक्तिं तृतीयविभक्ति कृतेन कृत्येन न न न अत्र यद् शब्दस्य तृतीयविभक्तिः. कृतं कृत्यं यैः ते. सत्यं कृतं कृत्यं यैः ते इति अस्ति. सत्यं हा अस्तु. अत्र समयः अभवत्, अत्र स्थगयामः. इतोपि किञ्चित् अस्ति, अग्रिमसप्ताहे पश्यामः. अत्र अस्माकं गीताप्रवेशपुस्तके कथा अपि अस्ति, कृपया गृहपाठरूपेण पठन्तु. अत्र लघुकथा अस्ति, अपि च श्लोकाः सन्ति. अस्तु भगिनि, श्लोकान् अपि पठित्वा आगच्छन्तु. अग्रिमसप्ताहे बहुव्रीहिसमासः इति विषयं समापयितुं शक्नुमः. हा हा, बहुव्रीहिसमासस्य कथा. न तस्मात् पूर्वं भगिनि, बहुव्रीहिसमासः इति पाठे पश्यतु भगिनि, आदौ अस्ति कथा. उदयपुरीं विशाल. सत्यं सत्यं, तदेव. धन्यवादः. अस्तु, समीचीनं तर्हि. धन्यवादः. धन्यवादः. नमस्कारः. नमस्कारः.